पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 85 अम्बरीष उवाच साधु साधु मुनिश्रेष्ठ लोकानुग्रहकारक विष्णोर्ध्यानं त्वया प्रोक्तं सगुणं निर्गुणं च यद अधुलालक्षणं ब्रूहि भक्ते साधु कृपाकर यादृशी क्रियते येन यदा यत्र यदा तथा सुत उवाच इत्युक्तमाकर्ण्य नृपोत्तमस्य मुनिप्रहृष्टो निजगादभूमं शृणुस्वराजन् निखिलाकहारिणीं भक्तिं हरेस्ते प्रवदामि सम्यक् अध भक्तिं प्रवक्ष्यामि विविधां पापनाशिनीं विविधा भक्तिरुद्दिष्टा मनो वाकाय सम्भवा लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ध्यानधारणया बुद्ध्या वेदानां स्मरणं हि यद् विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते मन्त्रवेदसमुच्चारैरविश्रान्तविचिन्तनैः जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते व्रतोपवासनियमैः पञ्चेन्द्रियजयेन च कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिनी भूषणैर्हेमरत्नाङ्गैश्चित्राभिर्वाग्भिरेव च वासप्रतिसरैः सूत्रैः पावकव्यजनोच्चितैः नृत्यवादित्रगीतैश्च सर्वबाल्युपहारकैः भक्ष्य भोजान्यपानैश्च या पूजा क्रियते नरैः नारायणं समुद्दिश्य भक्तिः सा लौकिकी मदा कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिकी ऋग्यजुसमजाप्यानि संहिताध्ययनानि च क्रियन्ते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते वेदमन्त्रहविर्यागैः क्रियाया वैदिकी मदा तर्षेजपौर्णमास्यां च कर्तव्यं चाग्निहोत्रकं प्राशनं दक्षिणादानं पुरोडाशं चरुक्रिया इष्टिर्धृति सोमपानं याज्ञीयं कर्म सर्वशः अग्नि भूम्यनिलाकाशद्युति शङ्करभास्करम् तमुद्दिश्य कृतं कर्म तत्सर्वं विष्णुदैवतम् आध्यात्मिकीति विविधा ब्रह्मभक्तिस्थिता नृप साङ्ख्याख्यां योगसञ्जातां शृणु भूपयथोदितां चतुर्विंशतितत्त्वानि प्रधानादीनि सङ्ख्यया अचेतनानि भोग्यानि पुरुष पञ्चविंशकः चेतनः स समुद्दिष्टो कर्ता भोक्ता च कर्मणाम् आत्मानित्यो व्ययश्चैव अधिष्ठादा प्रयोजकः पुरुषो व्यक्तनित्यस्यात् कारणं च महेश्वरः तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः सङ्ख्याया परिसङ्ख्याया प्रधानं च गुणात्मकं ज्ञात्वा साधर्म्यवैधर्म्यं प्रधानं च विधर्मि च कारणं ब्रह्मणश्चैव कामित्वमिदमुच्यते प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते सर्वत्र कर्तृता ब्रह्मपुरुषस्याप्यकर्तृता अचेतनप्रधानेन समत्वमिदमुच्यते तत्त्वान्तरं च तत्त्वानां कार्यकारणमेव च प्रयोजनं प्रयोज्यत्वं ज्ञात्वा तत्त्वप्रसङ्ख्यया सङ्ख्यादमुच्यते प्राज्ञैर्विजयार्थविचिन्तकैः इति मत्वास्य सद्भावं तत्त्वं सङ्ख्यां च तत्त्वतः ब्रह्मतत्त्वाधिकं चापि भूतत्वं विदुर्बुधाः साङ्ख्यै कृता भक्तिरेषा भक्तिराध्यात्मिकी स्मृता योगजामपि ते भूप शृणु भक्तिं वदाम्यहं प्राणायामपरो नित्यं ध्यानवान्नियतेन्द्रियः भक्ष्यै भक्षव्रती चापि सर्वप्रत्याहृदेन्द्रियः धारणं हृदये कृत्वा ध्यायमानो महेश्वरं हृत्पद्मकर्णिकासीनं पीतवस्त्रं सुलोचनम् पश्यन्युद्योदितमुखं ब्रह्मसूत्रकटितटं श्वेतवर्णं चतुर्बाहुं वरदाभयहस्तकं योगजा मानसी सिद्धिर्विष्णुभक्तिः परा स्मृता य एवं भक्तिमान् देवं विष्णुभक्तिः स उच्यते एवं भक्तिः समुद्धिष्टा विविधा नृपनन्दन सात्विकी राजसी चैव तामसी भेदतस्त्विमाः नानाप्रकारा विज्ञेया विष्णोरमिततेजसः यथाग्निसुसमृद्धार्चिकरोत्येधांसि भस्मसाद पापानि भगवद्भक्तिस्तदा दहति तत्क्षणाद् यावज्जनो न शृणुदे भुवि विष्णुभक्तिं साक्षात् सुधारसमशेषरसैकसारं तावज्जरामरणजन्मशदाभिखाददुःखानि तानि लभते बहु देहजानि सङ्कीर्तितश्चिन्तितकीर्तिरन्तःश्रुतानुभावो भगवानन्दः समन्ततोख विनिहन्तिमेकं वायुर्यदा भानुरिवान्धकारम् न दानदेवार्चनयागतीर्थस्नानश्रुताचारतपक्रियाभिः तथा विशुद्धिं लभतेऽन्तरात्मा यदा हृदिस्ते भगवत्यनन्दे कदा विशुद्धा नरनाथ तत्यास्ता एव पद्या हरिनाथ तत्याः सङ्कीर्तिता यत्र पवित्रमूर्ते संश्रूयते चश्रुत साधुकीर्तिः धन्योऽसि धीरधरणीधरधर्मयुर्य ज्ञानैकदानहृदय पुरुषोत्तमस्य यन्नैष्टिकी मदिरसौ तव सौभगश्रीः श्रीकृष्णनादसुकृदश्रवणे प्रवृत्ता अनाराध्यहरिं भक्त्या वरदं विष्णुमव्ययं कुतश्रेयो भवेद्भूप पुरुषस्यात्ममानिनः माया जन्निरमायोऽसौ भक्त्या राजन्नमायया साध्यते साधुपुरुषस्वयं जानादि तद्भवान् न विद्यते ते नृपधर्मतत्त्वमज्ञातमेतद्विमलं पुनर्मां त्वं पृच्छसे तीर्थपदं प्रसङ्गात् कथारसं वैष्णवगौरवेण नादपरं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण सन्तप्रसह्य यदनन्दगुणानन्दश्रेयो निधि नधिकभावभुजो भुजन्ति ब्राह्मणासुरभिः सत्यश्रद्धा याकतपांसि च श्रुतिस्मृतिदया दीक्षा शान्तयस्तनवो हरेः आदित्यश्चन्द्रमा वायुर्भूमिराभोऽम्बरं दिशः ब्रह्मा विष्णुश्च रुद्रश्च सर्वभूतमयो विभुः विश्वरूपस्वयं चक्रे जगदेतच्चराचरं स्वयं ब्राह्मणमाविश्य सदान्नमुपभुञ्चते ततस्तु तीर्थास्पदपादरेणूधराधरात्मा लयभूमिदेवान् परात्मन पूजय पुण्यलक्ष्मी सर्वस्वभूतानखिलात्मभूतान् ब्राह्मणं विष्णु बुद्ध्यायो विद्वासं साधु पश्यति स एव वैष्णवो यश्च स्वस्वकर्मैकनिष्ठितः किञ्चिदेतन्मया प्रोक्तं रहस्यं समयो हि मे स्नातुं गन्तुं च गङ्गायां न कथा वसरेऽधिकः। प्राप्तोऽयमाधवो मासपुण्यो माधववल्लभः तस्यापि सप्तमी शुक्ला गङ्गायामतिदुर्लभः। वैशाखशुक्लसप्तम्यां जाह्नवीजह्नुना पुरा क्रोधापिता पुनस्त्यक्ता कर्णरन्ध्रा तु दक्षिणाद। तस्यां समर्चये देवीं गङ्गां गगनमेखलां स्नात्वा सम्यग्विधानेन स धन्यसुकृति नरः। तस्यां यस्तर्पयेद्देवान् पितृन्मर्त्यो यथाविधि साक्षात् पश्यति तं गङ्गा स्नातकं गदपापकम्। न माधवसमो मासो न गङ्गा सदृशी नदी दुर्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते। विष्णु पादोदकोद्भूता ब्रह्मलोकादुपागता त्रिभिः स्रोतोभिरश्रान्ता या पुनादिजगत्त्रयं स्वर्गारोहणनिश्रेणी सततानन्दकारिणी अनेकदुरितोद्गारहारिणी दुर्गतारिणी श्रीमहेशजडाजुडवासिनी दुःखनाशिनी भजमानजनस्वान्तकान्तकेलिविनाशिनी सगरान्वयनिर्वाणकारिणी धर्मधारिणी त्रिमार्गचारिणी देवी लोकालङ्कृतिकारिणी। दर्शनस्पर्शनस्नानकीर्तनध्यानसेवनैः पुण्यान् पुण्यान् पुरुषान् पावयन्ती सहस्रशः। गङ्गा गङ्गेधि गङ्गेधि यैस्त्रि सन्ध्यमितीरिदं सुदूरस्तैश्च तत्पापं हन्ति जन्मत्रयार्जितम्। योजनानां सहस्रेषु गङ्गां यस्मरदे नरः अपि दुष्कृतकर्मसौ लभते परमां गतिं। वैशाखे शुक्लसप्तम्यां दुर्लभा सा विशेषतः प्राप्यते जगदीपाल हरिविप्रप्रसादः। न माधवसमो मासो न माधवसमो विभुः गतो हि दुरितां बोधौ मज्जमानजनस्य यः। दत्तं जप्तं हृदं स्नातं यद्भक्त्या मासि माधवे तदक्षयं भवेद्भुवपुण्यं कोटिशताधिकम्। यथा देवेषु विश्वात्मा देवो नारायणो हरिः यथा जप्येषु गायत्री सरिदां जाह्नवी तथा। यथोमा सर्वनारीणां तपदां भास्करो यथा आरोग्यलाभो लाभानां द्विपदां ब्राह्मणो यथा परोपकारपुण्यानां विद्यानां निगमो यथा मन्त्राणां प्रणवो यद्वध्यानानामात्मचिन्तनम्। सत्यं स्वधर्मवर्तित्वं तपस्सां च यथा वरं शौचानामर्थशौचं च दानानामभयं यथा गुणानां च यथा लोभक्षयो मुख्यो गुणस्मृदः। मासानां प्रवरो मासस्तथासौ माधवो मदः। तत्र यत्क्रियते श्राद्धं यज्ञदानमुपोषणं तपोऽध्ययनपूजादि तदक्षयफलं स्मृतं वैशाखां तानि पापानि सूर्यान्तानि तमांसि च परापकारपैशून्य प्रान्तानि सुकृतानि च। कार्तिके मासि यत्किञ्चित् तुला संस्थे दिवाकरे स्नानदानादिकं राज्यं तत्परार्थगुणं भवेद्। तस्मात् सहस्रगुणिदं मासे मकरगे रवौ ततोऽपि शतसङ्ख्यादं वैशाखमेषगे रवौ। ते धन्यास्ते सुकृदिनो नरा वैशाखमासीये प्रातस्नात्वा विधानेन पूजयन्ति मधुद्विषं। प्रातस्नानं च वैशाखे यज्ञदानमुपोषणं हविष्यं ब्रह्मचर्यं च महापादकनाशनम्। पुनः कलियुगे राजन्नेतद्गोप्यं भविष्यति अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य यद् अश्वमेधमखपुण्यकलौ नैव प्रवर्तते येष माधवमासस्य हयमेधसमो विधिः अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदं न वेत्स्यन्ति कलौ पापा जना दुरितबुद्धयः तस्मिन् भवैर्नरैः पापैर्गन्तव्यं नरकार्णवे अधस्तु विरलस्तस्य प्रचारो येन निर्मितः इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये पञ्चाशीतितमोऽध्यायः ॐ